सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थेन इति विषयः अनुवर्तते। तत्र गतवर्गे अस्मिन् विषये केचन प्रश्नाः आसन्, तेषां विषये इदानीं किञ्चित् चर्चां कृत्वा अग्रे गन्तुं शक्नुमः। अत्र प्रथमः प्रश्नः आसीत् नेरनीति। नेरनीति इति सूत्रे आर्धधातुके इत्यस्य आवश्यकता अस्ति वा न वा, दलचिन्तनम्। अनुवृत्तिसहितसूत्रे मेहे लोपः अनीति आर्धधातुके इति अस्ति। आर्धधातुके इति पदं नास्ति चेत् तस्य यदि अस्मिन् अधिकारे नास्ति तर्हि का गतिः भवति सूत्रस्य इति प्रश्नः आसीत्। केनापि चिन्तितं वा? भगिनी, तत्र नेरनिति सूत्रे आर्धधातुके इति नास्ति चेत् सम्यक् वा न वा इति न जानामि, किन्तु यदि णिच् प्रयोगे चोरि इति धातुः भवति तत्र सत्यापपाश इत्यनेन णिच् चुरादिभ्यः इति णिच् भवति, चोरि इति नूतनधातुः सनाद्यन्तधातुः भवति, चुरियोगः तत्र शप् योगः ति इत्यत्र शप् इति विकरणप्रत्ययः अनिट् अस्ति, आर्धधातुक नास्ति, सार्वधातुकप्रत्ययः आर्धधातुके इति नास्ति चेत् तत्र अनिट् इति भूत्वा चोरि इत्यस्य इकारस्य लोपः भवति निच्छतः आगतः इति, तर्हि तत्र चोरति इति रूपं भवति वा, चोरति चोरते इति? उत्तमं भगिनि, उत्तमं, तावदेव। एतादृशदोषः जायते इति कृत्वा आर्धधातुके इत्यस्य आवश्यकता अस्ति। आर्धधातुकप्रत्यये परे एव अस्य कार्यं, नेरनीति इत्यस्य कार्यं, न तु सार्वधातुकप्रत्यये परे इति वदनार्थं तत्र आर्धधातुके इत्यस्य आवश्यकता अस्ति। यद्यपि सार्वधातुकप्रत्ययस्य इडागमः न भवति, आर्धधातुकप्रत्ययस्य एव इडागमः भवति, सार्वधातुकप्रत्ययस्य इडागमः न भवति, तर्हि अनिति इति मास्तु, यतोहि आर्धधातुकप्रत्ययस्य एव अनिट् इति अस्ति, अनिति इति मास्तु इति तथा वक्तुं न शक्नुमः। यतोहि आर्धधातुकप्रत्ययः इतासः अपि वर्तते, अनिट् अपि भवति, अतः अनिट् इत्यस्य तु आवश्यकता अस्ति। आर्धधातुके इत्यस्य आवश्यकता अस्ति वा न वा इति चेत् आर्धधातुके इति पदं नास्ति चेत् तत्र सार्वधातुकप्रक्रियायामपि अस्य कार्यं भवितुमर्हति, अतः अनिष्टापत्तिः, अनिष्टापत्तिः इत्युक्ते अनिष्टरूपस्य प्रसक्तिः भवति इति कृत्वा अर्धधातुके इत्यस्य आवश्यकता अस्ति। उत्तमं, सम्यक्, धन्यवादः। अस्तु, तर्हि इदानीं द्वितीयः प्रश्नः तत्र कर्ता इत्यस्य विषये। स्वतन्त्रकर्ता इति सूत्रेण क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति उक्तम्। अनन्तरं तत्प्रयोजको हेतुश्च इति सूत्रेण स्वतन्त्रकर्ता इत्यनेन यस्य कर्तृसंज्ञा भवति तस्य प्रयोजकः यः भवति तस्य हेतुसंज्ञा कर्तृसंज्ञा च भवति इति उक्तम्। इत्युक्ते अनेन ज्ञायते यत् प्रयोजककर्ता यः अस्ति तस्य तु कर्तृसंज्ञा न भवति स्वतन्त्रकर्ता इति सूत्रेण, कथं जानीमः? कुत्र अभिहितः नास्ति तत्र? पिता पुत्रेण कार्यं करोति इति श्रूयते वा? सम्यक् श्रूयते वा? न श्रूयते वा? पिता इति, पिता इति प्रयोजककर्ता अस्ति, पुत्रः प्रयोज्यकर्ता अस्ति चेत् तत्र पिता एव उक्तः अस्ति, पुत्रः अनुक्तः अस्ति, तेन कारणेन तत्र तस्य तु अभिहितः नास्ति न, पुत्र पिता एव कर्तुः भवति तत्र तु। स्वतन्त्रकर्ता तस्य विषये इदानीं चिन्तयामः, परन्तु मम प्रश्नः अस्ति यद्भवती उक्तवती उक्तः अनुक्तः इति सम्यक् सम्यक् एव, तत्र इतोपि चिन्तयामः, परन्तु इदानीं प्रयोजककर्तुः स्वतन्त्रकर्ता इति सूत्रेण कर्तृसंज्ञा भवति वा इति प्रश्नः. प्रयोजककर्तुः स्वतन्त्रकर्ता इति कर्तृसंज्ञा प्राप्नोति वा? तस्य तु कर्तृसंज्ञा प्राप्नोति, हेतुसंज्ञा अपि भवति न, सूत्र संज्ञाद्वयं न न न न न न कर्तृसंज्ञा प्राप्नोति इति भिन्नविषयः अस्ति. स्वतन्त्रकर्ता इति सूत्रेण कर्तृसंज्ञा भवति वा इति प्रश्नः. न भवति इति मन्ये भगिनी, तत्र शुद्धकर्ता इत्यस्य एव स्वतन्त्रः कर्ता इत्यनेन भवति इति मन्ये. सम्यक् सम्यक् तथा एव, इत्युक्ते तत्र स्वतन्त्रकर्ता इत्यनेन यः साक्षात् क्रियां करोति, यः क्रियायाः जनकः अस्ति, तत्र शुद्धधातोः केवलधातोः व्यापारः यस्मिन् वर्तते, केवलधातोः क्रिया यस्मिन् वर्तते, सः एव स्वतन्त्रकर्ता इत्यनेन तस्य एव कर्तृसंज्ञा भवति. प्रयोजककर्ता तु तत्र केवलधातोः व्यापारः तस्मिन् नास्ति. इदानीं पच् इति धातुः केवलधातुः अस्ति, पच् इति धातुः केवलधातुः निजन्तः नास्ति. पच् धातोः फलमस्ति विक्लिप्तिः, तस्य विक्लिप्ति अनुकूलः व्यापारः अस्ति पच् धातोः. विक्लिप्तिः इत्युक्ते पचनेन मृदुभवनं भवति खलु, यदि अन्नं पचति इति वदामः चेत् पचनक्रियया अन्नं मृदु भवति, मृदु बिकम् साफ्ट्, रैस् बिकम् साफ्ट्, तर्हि विक्लिप्तिः इति वदामः, मृदुभवनमेव विक्लिप्तिः. तर्हि पचनक्रियायाः फलमस्ति विक्लिप्तिः, तर्हि पचनक्रियायाः व्यापारः कः इति चेत् विक्लिप्ति अनुकूलः व्यापारः. तादृशव्यापारः कुत्र अस्ति? प्रयोजककर्तरि नास्ति. तादृशव्यापारः पचनक्रियायाः व्यापारः प्रयोज्यकर्तरि अस्ति, प्रयोज्यकर्तरि. माता अन्नं पचति इति वदामः चेत् तत्र पचति इत्यत्र यः पच् धातुः अस्ति, तत्र विक्लिप्ति अनुकूलः व्यापारः यः अस्ति तादृशव्यापारः मातरि अस्ति, माता प्रयोज्यकर्ता तस्मिन् अस्ति इति कृत्वा तत्र मातुः स्वतन्त्रकर्ता इति सूत्रेण कर्तृसंज्ञा भवति, यतोहि क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात्. अतः पचनक्रियायां स्वतन्त्र्येण विवक्षितः कः इति चेत् माता एव, अतः मातुः कर्तृसंज्ञा भवति स्वतन्त्रकर्ता इति सूत्रेण. प्रयोजककर्तुः तत्र स्वतन्त्रकर्ता इति सूत्रेण कर्तृसंज्ञा न भवति, यतोहि क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः नास्ति. तत्र पचनक्रियायां प्रयोजककर्ता, तत्र स्वतन्त्रकर्ता इत्यनेन कर्तृसंज्ञा न भवति. तर्हि केन सूत्रेण कर्तृसंज्ञा भवति इति चेत् तत्प्रयोजको हेतुश्च, इत्युक्ते प्रयोज्यकर्तुः यः प्रयोजकः अस्ति, प्रयोज्यकर्ता अस्ति चेदेव प्रयोजककर्ता इति भवति. अतः एव तत् प्रयोजकः इति उक्तं, तत् इति उक्तं खलु. तत् इत्युक्ते किं? तत्र स्वतन्त्रकर्ता इत्यनेन यः कर्ता अस्ति, तादृशकर्ता अस्ति चेत् तदानीम् अन्यः प्रयोजककर्ता इति भवति. अतः स्वतन्त्रकर्ता इत्यनेन प्रयोजककर्तुः कर्तृसंज्ञा न भवति, स्वतन्त्रकर्ता इत्यनेन प्रयोज्यकर्तुः एव कर्तृसंज्ञा भवति. तर्हि प्रयोजककर्ता इत्यस्य कर्तृसंज्ञा केन सूत्रेण भवति इति चेत् तत्प्रयोजकः, तत्प्रयोजको हेतुश्च इति सूत्रेण. किमर्थं तथा इति चेत् तत्र स्वतन्त्रकर्ता इत्यनेन साक्षात् पच् धातोः व्यापारः यस्मिन् अस्ति स एव विवक्षितः, स्वतन्त्रेण विवक्षितः अस्ति. अतः तत्र प्रयोज्यकर्तुः कर्तृसंज्ञा भवति. प्रयोजककर्तुः कर्तृसंज्ञा कथं भवति इति चेत्, कश्चन प्रयोज्यकर्ता इति कश्चन अस्ति चेत् तदानीं प्रयोजककर्ता इति अन्यः यः अस्ति, यः प्रेरयति, प्रयोज्यकर्तारं यः प्रेरयति, तस्य कर्तृसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. अतः तत्प्रयोजको हेतुश्च ईस् डिपेण्डेण्ट् आन् स्वतन्त्रकर्ता. तत्प्रयोजको हेतुश्च इति सूत्रं स्वतन्त्रकर्ता इति सूत्रम् आश्रित्य वर्तते. यदि प्रयोज्यकर्ता इति यदि नास्ति तर्हि प्रयोजककर्ता इति अपि न भवति. अतः एतत् सूत्रं तु तद् आश्रित्य अस्ति. इदानीं प्रयोजककर्तुः कर्तृसंज्ञा किमर्थम् आवश्यकम् इति अपि प्रश्नः आसीत् खलु. इदानीं वंसि भगिनि वदतु. तत्र प्रेरयति किल, तत्र तु प्रयोजककर्ता तु प्रेरणा करोति, तत्रापि कर्तृसंज्ञा भवेत् किल? प्रेरणा ददाति, प्रेरणां ददाति इति तु अस्ति, परन्तु किमर्थं तस्य कर्तृसंज्ञायाः आवश्यकता किमर्थम्? कारितः यदि सः नास्ति चेत् तत्र कार्यमेव न भवति किल, तत्र तेन कारणेन कार्यं भवति किल? अस्तु, तर्हि सः नास्ति चेत् किं कार्यं न भवति? पचनकार्यं. पचनकार्यं न भवति इति न, सः नास्ति चेदपि माता पचति खलु. तर्हि तस्य कर्तृसंज्ञा किमर्थम्? प्रयोजककर्तुं प्रेरयति. प्रेरयति, तर्हि प्रेरयति इति कृत्वा तस्य कर्तृसंज्ञा आवश्यकी वा? प्रेरणकार्यमस्ति खलु. अस्ति, सः एव अभिहितः अस्ति न, क्रियया सः अभिहितः अस्ति. तत्र तु प्रयोज्येन कया क्रियया सः अभिहितः? यदि वाक्यमस्ति पिता पुत्रेण कार्यं करोति, कारयति, क्षम्यतां, कार्यं कारयति, तत्र तु कृधातु, तत्र कृधातुतः पिता एव उक्तः अस्ति न, कारयति तु पित्रा सह एव तत्र अन्वयः भवति न, तत्र तु पिता कारयति, अतः तत्र पिता इत्यस्य कर्तृसंज्ञा आवश्यकी अस्ति. सम्यक्. तर्हि तत्र कारयति इति यत् निजन्तं रूपम् अस्ति, कारयति इति निजन्तं रूपं, तत्र कः व्यापारः इति चेत्, तत्र यद्यपि तत्र धातुद्वयमस्ति, कृ इति धातुः अस्ति, कारि इति धातुः अपि अस्ति, परन्तु तत्र मुख्यः व्यापारः कः इति चेत् प्रेरणारूपव्यापारः एव. विक्लिप्ति अनुकूलव्यापारस्य इत्युक्ते पाचयति इति यदा वदामि तदानीं विक्लिप्ति अनुकूलव्यापारस्य प्रेरणारूपः व्यापारः पाचयति इत्यर्थः खलु. तत्र पचति इत्यस्य अर्थः अस्ति विक्लिप्ति अनुकूलः व्यापारः, तादृशव्यापारस्य प्रेरणारूपः व्यापारः पाचयति इत्यत्र अस्ति. अतः पाचयति इत्यत्र मुख्यव्यापारः अस्ति प्रेरणारूपव्यापारः. तादृशप्रेरणारूपव्यापारः कस्मिन् अस्ति? प्रयोजककर्तरि एव तादृशप्रेरणारूपः व्यापारः अस्ति. अतः पाचयति इति यदा अहं वदामि तदानीं तत्र प्रेरणारूपव्यापारः एव बुध्यते. तादृशव्यापारः प्रयोजककर्तरि अस्ति. तर्हि तत्र पाचयति इत्यत्र यः तिङ्प्रत्ययः अस्ति तेन तिङ्प्रत्ययेन तत्र प्रयोजककर्ता एव उक्तः अस्ति. प्रयोजककर्ता एव उक्तः अस्ति इति कृत्वा तस्य प्रथमाविभक्तिः भवति. तर्हि तत्र प्रयोजककर्तुः कर्तृसंज्ञा किमर्थम् इति चेत् तत्र पाचयति इत्यत्र यः तिङ्प्रत्ययः अस्ति सः तिङ्प्रत्ययः कर्त्रार्थे विहितः अस्ति. कर्तरीप्रयोगः अस्ति खलु, पाचयति इति कर्तरीप्रयोगः अस्ति. तत्र प्रत्ययः तिङ्प्रत्ययस्य अर्थः कः इति चेत् कर्ता इति अर्थः. तिङ्प्रत्ययेन कर्ता उक्तः इत्यस्य अर्थः कः इति चेत् तिङ्प्रत्ययः कर्त्रर्थे विहितः अस्ति. तर्हि तस् कस्यचित् कर्तृसंज्ञा अस्ति चेदेव कर्त्रार्थे विहितः भवति खलु। इदानीं पिता पुत्रेण कार्यं कारयति इति भगिनी उक्तवती, पिता पुत्रेण कार्यं कारयति इति। इदानीं पुत्रेण इत्यस्य स्वतन्त्रकर्ता इत्यनेन कर्तृसंज्ञा अस्ति, तर्हि इदानीं तस्य कर्तृसंज्ञा अस्ति खलु, तर्हि तत् पर्याप्तं खलु। किमर्थं प्रयोजककर्तुः कर्तृसंज्ञा, प्रयोजककर्तुः किमर्थं कर्तृसंज्ञा इति प्रश्ने सति, किमर्थं कर्तृसंज्ञा तत्र आवश्यकी, प्रयोजककर्तुः अपि कर्तृसंज्ञा, प्रयोज्यकर्तुः अपि कर्तृसंज्ञा किमर्थम् आवश्यकी इति चेत्, तत्र पाचयति इत्यत्र यः व्यापारः अस्ति सः व्यापारः प्रेरणारूपव्यापारः, तत्र तिङ् प्रत्ययः कर्त्रार्थे एव विहितः अस्ति। अतः तत्र तिङ् प्रत्ययेन कः उक्तः इति चेत् प्रयोजककर्ता एव उक्तः अस्ति। अतः प्रयोजककर्तुः कर्तृसंज्ञा आवश्यकी अस्ति, नो चेत् प्रयोजककर्तुः प्रथमविभक्तिः एव न भवति। तिङ् प्रत्ययेन कर्ता उक्तः चेत् यदुक्तमस्ति तस्य प्रथमविभक्तिः भवति खलु। अतः कर्ता उक्तः अस्ति, तर्हि तत्र कः उक्तः इति चेत् पाचयति इत्यत्र प्रेरणारूपव्यापारः, तेन व्यापारेण कर्ता एव उक्तः, प्रयोजककर्ता एव उक्तः, अतः प्रयोजककर्तुः प्रथमविभक्तिः भवति। तर्हि प्रयोज्यकर्ता यः अस्ति सः तु स्वतन्त्रकर्ता इत्यनेन तस्य कर्तृसंज्ञा भवति, परन्तु सः पाचयति इत्यत्र यः व्यापारः तेन व्यापारे न उक्तः, प्रयोजककर्ता प्रयोज्यकर्ता न उक्तः इति कृत्वा, अनुक्तः अस्ति इति कृत्वा एव तस्य कर्तृकरणयोः तृतीया इति सूत्रेण तृतीया विभक्तिः जायते। अतः प्रयोजककर्तुः कर्तृसंज्ञा आवश्यकी, नो चेत् तस्य प्रथमाविभक्तिः एव न भवति, पिता इति न भवति तत्र, तस्यापि तृतीया विभक्तिः एव अपद्यते। तन्निवारणाय तस्य कर्तृसंज्ञा आवश्यकी, नो चेत् तिङ् प्रत्ययः कर्त्रार्थे अस्ति इति वक्तुमेव न शक्यते। अत्र पाचयति इति अत्र प्रेरणारूपव्यापारः, तत्र यः तिङ् प्रत्ययः अस्ति सः तिङ् प्रत्ययः कर्त्रार्थे अस्ति, सः कर्ता कः इति चेत् तादृश प्रेरणारूपव्यापारस्य आश्रयः कः इति चेत् प्रयोजककर्ता। अतः तस्य कर्तृसंज्ञा आवश्यकी, तस्य प्रथमाविभक्तिः प्रथमाविभक्तिं साधनार्थं, नो चेत् प्रथमाविभक्तिः एव न भवति। अतः प्रयोजककर्तुः अपि कर्तृसंज्ञा आवश्यकी, प्रयोज्यकर्तुः तु कर्तृसंज्ञा भवति एव, यतोहि केवलधातोः स एव कर्ता अस्ति इति कृत्वा तस्य कर्तृसंज्ञा भवति एव, तत्तु साधारणमस्ति, सर्वत्र भवति, अतः तत्र क्लेशः नास्ति। माता पचति अथवा बालकः खादति यत्किमपि वाक्यं भवतु, तत्र तु कर्तुः तु केवलधातोः कर्तुः तु प्रथमविभक्तिः भवति, कर्तृसंज्ञा अपि भवति, क्लेशः नास्ति। प्रयोजककर्तुः कर्तृसंज्ञा किमर्थम् इति चेत् पाचयति इत्यादि निजन्तेषु यः व्यापारः अस्ति प्रेरणारूपव्यापारः, तादृशव्यापारस्य आश्रयः अस्ति प्रयोजककर्ता, तेन व्यापारेण प्रयोजककर्ता एव उक्तः अस्ति इति कृत्वा तस्य कर्तृसंज्ञा आवश्यकी प्रथमाविभक्तिसाधनार्थं, प्रथमाविभक्तिं साधनार्थम्। अस्तु, कोऽपि प्रश्नः? मीना भगिनी अवगतवती वा? इदानीम् अवगतम्। अस्तु, समीचीनम्। एकप्रश्न क्षणमात्रं कृपया, प्रश्नः अस्ति कर्ता कर्तारं प्रेरयति तथा प्रयोज्यकर्ता यदि भवति उक्तवती अपि कर्तृ अस्ति, परन्तु प्रयोज्य तो अनुक्त द्वितीया अस्ति, प्रयोज्य तो द्वितीया अस्ति, प्रयोजक प्रथमा, परन्तु प्रयोज्य तो द्वितीया भवति, यथा कर्ता कर्तारं प्रेरयति तर्हि प्रयोज्य तो द्वितीया भवति, न द्वितीया तु न भवति, सामान्यतया द्वितीया न भवति, द्वितीया तु विशेषविधानम् अस्ति, सामान्यतया तु तृतीया एव भवति, कर्तृकरणयोः तृतीया इति तृतीया भवति, द्वितीया तु विशेषविधानम् अस्ति, गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ इति विशेषविधानं, तस्मिन् विषये वयम् अग्रे पठामः। तत्र द्वितीया सर्वत्र न भवति, केषुचित् स्थलेषु द्वितीया भवति, तत्तु कर्तुः तृतीया एव प्रयोज्यकर्तुः तृतीया एव स्यात् परन्तु विशेषविधानं यत्र भवति तत्र द्वितीया भवति. धन्यवादः. समीचीनं. तर्हि इदानीम् अस्माकं तृतीयः प्रश्नः आसीत्. तत्र आदेश उपदेशे शिति इत्यत्र तत्र अस्माभिः चर्चितं तत्र अशिति इत्यत्र नञ् तत्पुरुषसमासः अस्ति. अशिति इत्यत्र अशिति इत्यत्र द्वेध अन्वयः शक्यते. अशिति इत्यत्र तत्र अ इति यत्र अस्ति न धर्मः अधर्मः न धर्मः अधर्मः इति वदामः चेत् तत्र न इति नञ् नञ् इत्यस्य अन्वयः कुत्र इति चेत् उत्तरपदेन भवति. सामान्यतया उत्तरपदेन नञ् इत्यस्य अन्वयः भवति. तर्हि इदानीम् अशिति इति वदामः चेत् न शिति तत्र न इति पदस्य शिति इत्यनेन अन्वयः भवति. शिति इत्यनेन अन्वयः भवति चेत् तदानीं तत्र सादृश्यं स्वीक्रियते. शिति इत्युक्ते प्रत्ययः अस्ति, शित् प्रत्ययः इति अस्ति. न शिति इत्युक्ते शित् प्रत्यये परे न भवति, शित् प्रत्यये परे न भवति परन्तु अन्यः प्रत्ययः अस्ति चेत् भवति. सादृश्यम् अपेक्षितम्. अत्र तु भवति इत्येव अन्ततो गत्वा भवति, कार्यं भवति. शिति प्रत्यये परे कार्यं न भवति परन्तु अन्यः प्रत्ययः अस्ति चेत् कार्यं भवति. अन्यः प्रत्ययः अस्ति चेत् कार्यं भवति इत्येव अर्थः अस्ति न शिति इति वदामः चेत्. एतादृश अर्थः पर्युदासः इति वदामः. यत्र उत्तरपदेन अन्वयः न धर्मः अधर्मः इति वदामः चेत् न इति यत् अव्ययमस्ति नञ् इति तस्य अन्वयः उत्तरपदेन भवति, इत्युक्ते धर्मः इति पदेन भवति. न धर्मः अधर्मः तर्हि तत्र तत्र सादृश्यम् अपेक्षितम्. अनश्वः इति वदामः चेत् अनश्वः न अश्वः तत्र नञ् न इति नञ् अस्ति. नञ् इत्यस्य अन्वयः तत्र अश्व इति पदेन अस्ति. तर्हि तस्य अर्थः कः? उत्तरपदेन अन्वयः अस्ति चेत् अर्थः कः इति चेत् तत्र सादृश्यम् अपेक्षितं. न अश्वः इति चेत् अश्वभिन्नः कश्चन, न अश्वः आनेतव्यः इति वदामः चेत् न अश्वः आनेतव्यः इति वदामः चेत् न अश्वः इत्यत्र तत्र अर्थः कः इति चेत् न आनेतव्यः इति अर्थः नास्ति. तत्र अभावः अर्थः नास्ति. पर्युदासे अभावः अर्थः नास्ति. न आनेतव्यः इति अर्थः नास्ति. न अश्वः आनेतव्यः इत्युक्ते अश्वभिन्नः आनेतव्यः इति अर्थः. आनेतव्यः इत्यत्र प्राधान्यम् अस्ति. यु हाव् टु ब्रिङ्ग् सम्थिङ्ग्. न अश्वः आनेतव्यः इत्युक्ते डोण्ट् ब्रिङ्ग् अ हार्स् इति अर्थः नास्ति. पर्युदासः इति यदा वयं वदामः तदानीं डोण्ट् ब्रिङ्ग् अ हार्स् इति अर्थः नास्ति. तर्हि ब्रिङ्ग् सम्थिङ्ग् अदर् देन् अ हार्स्. तत्र ब्रिङ्ग् सम्थिङ्ग् इति यद्वदामः, आनेतव्यम् इति यदस्ति तत्र भावपदार्थः अस्ति. अतः पर्युदासे भावपदार्थः भवति. इदानीं प्रसज्यप्रतिषेधः इति अपि अर्थः अस्ति नञ् इति अव्ययस्य. प्रसज्यप्रतिषेधः, प्रसज्यप्रतिषेधे नञ् इत्यस्य अन्वयः क्रियया सह भवति. इदानीम् अनश्वः आनेतव्यः इति एव वाक्यमस्ति चेत् तत्र अश्वः न आनेतव्यः इति अर्थः भवति. अश्वः न आनेतव्यः, डोण्ट् ब्रिङ्ग् अ हार्स्. तर्हि तत्र निषेधे एव तत्र प्राधान्यम् अस्ति. न आनेतव्यः, डोण्ट् ब्रिङ्ग् इत्यस्मिन् एव प्राधान्यम्. तत्र अभावपदार्थः अस्ति. नाट् टु ब्रिङ्ग् इति अभावपदार्थः अस्ति. अतः अश्वः न आनेतव्यः, अन्यत् यत्किमपि वयं कर्तुं शक्नुमः, तत्र प्राधान्यं नास्ति. बट् प्राधान्यं कुत्र अस्ति चेत् अश्वः न आनेतव्यः इत्यत्र प्राधान्यम्. अत्र तु क्रियायाः निषेधः अस्ति. प्रसज्यप्रतिषेधे क्रियायाः निषेधः अस्ति परन्तु पर्युदासे क्रियायाः निषेधः नास्ति परन्तु उत्तरपदस्य निषेधः. उत्तरपदस्य निषेधः, निषेधः इत्युक्ते तं पदं न आनेतव्यं परन्तु अन्यत् आनेतुं शक्यते. किं भगिनि तत्र अनश्वम् आनय इति पर्युदासः भवति, तत्र अश्वम् अन्वेति तत्र न तु आनयत्वं, परन्तु न अश्वम् आनयति तत्र प्रसृज्य प्रतिषेधः वा? न न, अनश्वम् आनयः, अनश्वम् इति समासः अस्ति खलु. अनश्वम् इति अनश्वम् इति समासः अस्ति. समासस्य यदा विग्रहवाक्यं कुर्मः न अश्वम् इति अस्ति, न अश्वम् आनय इति अस्ति, न अश्वम् आनय. तर्हि इदानीं न इति पदस्य अन्वयः कुत्र इति प्रश्नः. सन्दर्भानुगुणं, तत् सन्दर्भानुगुणमेव. अश्वं प्रति एव सर्वदा इति नास्ति. न अश्वम् आनय इत्यत् किम् अनश्वम् आनय तत् अस्मिन् वाक्ये अश्वं प्रति आनयत् अश्वं प्रति अन्वयति किल. न तथा न वक्तुं शक्यते, तथा न वक्तुं शक्यते इत्युक्ते सन्दर्भानुगुणमेव, सर्वत्र सन्दर्भानुगुणमेव. इत्युक्ते तत्र यद्भवती वदति समासः नैतत्पुरुषसमासः अस्ति चेत् सामान्यतया तत्र प्रसज् पर्युदासः एव भवति. अनश्वम् आनय इत्युक्ते अश्वभिन्नम् आनय इत्येव अर्थः इति भवती वक्तुमिच्छति खलु. तत् सामान्यव्यवहारः अस्ति. परन्तु अत्र व्याकरणे विशेषतया अस्माकं चर्चा व्याकरणस्य विषयः अस्ति. व्याकरणे यत्र नञ् तत्पुरुषसमासः अस्ति तत्र नञ् इत्यस्य अर्थद्वयं भवति. अतः कः अर्थः इति सन्दर्भानुगुणमेव निर्णेतव्यः निर्णेतव्यं. तर्हि तत्र न अश्वः आनेतव्यः इति वयं वदामः चेत् अनश्वः इति समासस्य न अश्वः आनेतव्यः इति वदामः चेत् तत्र न इत्यस्य अश्व इति पदेन अन्वयः, नो चेत् न इत्यस्य आनेतव्यः इति पदेन सह अन्वयः. अतः कुत्र अन्वयः इति तु सन्दर्भानुगुणं भवति, न तु सर्वदा एवमेव भवति इति नास्ति. यदि असूर्यं पश्यामः इति वाक्ये तत्र प्रसिद्धि प्रतिषेधः वा असूर्यं पश्यामः इति तत्र नञ् प्रत्ययः पश्यामः अन्वेति न तु सूर्यः उचितं वा? न असूर्यं पश्यामः, असूर्यं पश्यामः इति वाक्ये कुत्र अन्वयः? पश्यामः अन्वेति नञ् प्रत्ययः पश्यामः क्रियापदम् अन्वेति न तु सूर्यः इति. तत्र व्यस्तप्रयोगे असूर्यं पश्यामः इत्यत्र नञ् इत्यस्य पश्यामः इति अत्र सूर्यं न पश्यामः इति अन्वयः इति वदति चेत् तदानीं तत्र समासः एव न भवति. असूर्यम् इति समासः एव न भवति. नञ् इत्यस्य अन्वयः क्रियया सह भवति चेत् सामर्थ्यं न भवति समासार्थम्. अतः असूर्यम् इति समासः एव न भवति. असूर्यम् इति समासः एव न भवति. तत्तत्तु असमर्थसमासः इति वयं वदामः. क्रियया सह अन्वयः इति यद्यपि तत्र सामान्यतया समासे तत्र यत्र पदयोः मध्ये समासः भवति अनयोः मध्ये सम्बन्धः भवति खलु. अनयोः मध्ये सामर्थ्यमस्ति, एकार्थीभावसामर्थ्यमस्ति चेदेव समासः भवति. इदानीं भवती न इति पदस्य पश्यामः इत्यनेन अन्वयः इति वदति चेत् न अपि च सूर्यः अनयोः सम्बन्धः एव नास्ति. अतः समासः कथं खलु? अतः समासः एव न शक्यते तत्र. यदि तत्र असूर्यं पश्यामः अपि च नञ् इत्यस्य पश्यामः इत्यनेन अन्वयः इति वदति चेत् तत्र असमर्थसमासः इति वक्तव्यं भवति. वस्तुतः विशेषसमासः अस्ति असूर्यं पश्यामः इति. तादृशं किमपि विशेषसमासः अस्ति तत्र असमर्थसमासः इति वदामः. परन्तु सामान्यतया न भवति. सामान्यतया यद् भवती उक्तवती असूर्यम् इत्यत्र नञ् इत्यस्य पश्यामः इत्यनेन अन्वयः इति सामान्यव्यवहारः नास्ति एव. यदि तथा यदि तथा भवति तदानीं समासः एव न शक्यते. असूर्यम् इति समासः न शक्यते. तत्र अ इति पदस्य अन्वयः सूर्यः इति पदेन एव स्यात्, नो चेत् समासः न भवति. परन्तु व्याकरणे यत्र विशेषः तत्र नञ् तत्पुरुषसमासः व्याकरणे यदा भवति तदानीं पर्युदासः प्रसज्य प्रतिषेधः इत्यस्य व्यवहारः भवति शास्त्रे एव. तर्हि इदानीं प्रसज्यप्रतिषेधः पर्युदासः इति तु अवगतम्. प्रसज्यप्रतिषेधे तत्र अश्वः न आनेतव्यः इत्यत्र न आनेतव्यः इत्यत्र प्राधान्यम्. अन्यत् किमपि आनेतव्यं वा न वा इत्यत्र प्राधान्यं नास्ति. अन्यत् वयम् आनेतुमपि शक्नुमः, न आनेतुमपि शक्नुमः, परन्तु अश्वः न आनेतव्यः प्रसज्यप्रतिषेधे तत्र अश्वः न आनेतव्यः इत्यत्र प्राधान्यम्, अन्यत् आनेतव्यं वा न वा इत्यत्र प्राधान्यं नास्ति. अन्यत् आनेतुमपि शक्नुमः, न अपि आनेतुं शक्नुमः, परन्तु अश्वः न आनेतव्यः इत्यत्र प्राधान्यम्. यदि पर्युदासः इति वयं वदामः तदानीं न अश्वः आनेतव्यः इति वयं वदामः चेत् न इति पदस्य अन्वयः अश्वः इति पदेन अस्ति, अतः तत्र अश्वभिन्नः आनेतव्यः, अश्वः न आनेतव्यः इत्यत्र प्राधान्यं नास्ति, परन्तु अश्वः भिन्नः आनेतव्यः इत्यत्र प्राधान्यम्. यु हेव् टु ब्रिङ्ग् सम्थिङ्ग् दट् इस् डिफ्रेण्ट् फ्रम् अ हार्स् इति अर्थः अस्ति अत्र. आनेतव्यम् इत्यत्र प्राधान्यं पर्युदासे. प्रसज्यप्रतिषेधे आनेतव्यम् इत्यत्र प्राधान्यं नास्ति. न आनेतव्यं, किं न आनेतव्यम्? अश्वः न आनेतव्यः इत्यत्र प्राधान्यम् इति भेदः अस्ति. तर्हि इदानीम् आदे च उपदेशे शिति इत्यत्र, अशिति इत्यत्र कीदृशः प्रसज्यप्रतिषेधः वा परिदासः वा इति प्रश्नः. तदर्थं समर्थनीयं कथं तत्र निर्णयः इति चेत्, तत्र कुत्रचित् दोषः जायते चेत् इत्युक्ते इदानीं पर्युदासः इति उक्त्वा सर्वत्र व्याकरणे, सम्पूर्णव्याकरणे कुत्रापि दोषः नास्ति चेत् तदानीं पर्युदासः. यदि कुत्रचित् दोषः अस्ति तर्हि तदानीं पर्युदासः इति वक्तुं न शक्नुमः, प्रसज्यप्रतिषेधः इति वक्तव्यम्. तर्हि अत्र पर्युदासः इति वदामः, प्रसज्यप्रतिषेधः इति वदामः इत्यस्य कृते कुत्र दोषः भवति इति प्रतिपादनीयं. तत्र शुभदा भगिनी अपि वंशी भगिनी अनयोः मध्ये वादः. वदामि वा भगिनि तत्र? वदतु, प्रसज्यप्रतिषेधः इत्यस्य. तत्र तु आदेशोपदेशे शति तत्र तु प्रसज्यप्रतिषेधः अस्ति. यतोहि तत्र शुक्लः इति शब्दस्य निष्पत्त्यर्थं तत्र तु वंशी भगिनि क्षम्यताम्, एकं वक्तुम् इच्छामि. यदि तत्र वादः इति यदा उक्तं तदानीं भवत्याः कार्यं किम् इति चेत् भवत्याः पक्षस्य समर्थनं नास्ति भवत्याः कार्यं. भवत्याः कार्यम् अन्यस्य पक्षे दोषोद्भावनम् इत्युक्ते तत्र शुभदा भगिनी यदुक्तवती तत्र दोषः अस्ति वा न वा इत्येव परिशीलनं भवती. मम प्रसज्यप्रतिषेधः अस्ति तस्य एवमेवम् इति न वक्तव्यम्. अस्तु अस्तु, वदामि. तर्हि तत्र तु यदि ग्लै धातु इति स्वीकुर्मः, ग्लै धातु सः यदि उपसर्गः सु इति उपसर्गः भवेत् तस्मिन् स्थितौ तत्र तु आतोश्च उपसर्गे इति सूत्रेण क प्रत्ययः भवेत्, क प्रत्ययः भवति. कदा भवति इत्युक्ते यदि ग्लै धातु आकारः प्राप्नोति. यदि तत्र तु वयं पर्युदासः इति वदामः तत्र तु प्रत्ययात् प्रत्यय कथा भवति इत्युक्ते यदि आकारधातु भवेत् तदा एव क प्रत्ययः भवति. परन्तु यदि तत्र पर्युदासः न स्वीकुर्मः, न क्षम्यतां, कदा वक्तव्यं, कथं वक्तव्यं, तत्र तु तत्र अन्योन्याश्रयदोषः इति उक्तः अस्ति भगिनि. तत्र तु लैक् क प्रत्ययः कदा भवति इत्युक्ते यदि आकारः भवति चेत्, परन्तु यदि पर्युदासः स्वीकुर्मः यावत्पर्यन्तं प्रत्ययः न भवति आकारः अपि न भवति, तत्र पर्युदासः दोषः अस्ति. तस्मात् कारणात् तत्र तु प्रत्ययात् पूर्वम् एव तत्र आप्रत्ययः आकारः भवति, ग्लै इत्यस्य आकारः भवति. तस्मात् अनन्तरम् एव आकारः धातुः यदा भवति, अपि च उपसर्गसहितधातुः भवति, तस्मात् अनन्तरं क प्रत्ययः भवति. एतादृशस्थितौ तत्र तु पर्युदासः तु विफलः अस्ति. तस्मात् कारणात् प्रसज्यप्रतिषेधः इति स्वीकुरु काशिकायाम् इति लिखितमस्ति. अतः तत्र अस्मिन् स्थितौ तु पर्युदासः तु कार्यं न करोति इत्युक्ते तत्र भवती किम् उक्तवती इति चेत् उपसर्गपूर्वकः गै इति धातुः अस्ति चेत् ग्लै, तस्मात् ग्लै इति धातुः अस्ति चेत् तत्र क प्रत्ययः आकारान्त धातुभ्यः एव विधीयते. सत्यं, तत्र ग्लै योगः क इत्यत्र रूपं किं भवति? ग्लै इत्यस्य क इत्यस्य ककारः अपगच्छति, आकारः अवशिष्यते. ग्लै इत्यस्य पूर्वम् अनमित्तिककार्यं ग्ला भवति, ग्लायोगः अ भवति. ग्लायोगः तत्र तु अन्यसूत्रं कार्यं करोति, अतो लोपो इति च इति सूत्रेण आकारस्य लोपः भवति, शुग्ल इति भवति, शुग्लायोगः अशुग् आकारः न क्षमतां, तत्र तु आकारः लोपः भूत्वा शुग्ल, तस्मात् अनन्तरम् अकारः प्रकारस्य इत्यस्मिन् अकारः अस्ति, शुग्ल इति भवति. समीचीनं किल? तस्मात् अनन्तरं सुप्रत्ययः भवति, शुग्लः इति भवति. इत्युक्ते शुग्लः इति रूपं कदा वयं प्राप्तुं शक्नुमः? यदा ग्ला इत्यस्य आकारः जायते प्रत्ययविधानात् प्राक्. यदि वयं शितिप्रत्यये परे एव इति इदानीम् अशिति इत्यस्य न शिति इति तत्र नञ् इत्यस्य उत्तरपदेन अन्वयः इति वयं वदामः चेत् तदानीं शितिप्रत्यये परे शितिप्रत्यये शितिभिन्नप्रत्यये परे भवति इति अर्थः. षिद्भिन्नप्रत्यये परे भवति इति अर्थः. तर्हि षिद्भिन्नः प्रत्ययः आवश्यकः अस्ति, तदानीम् एव तत्र तत्र किं कार्यं भवति, आदेशोपदेशे शिति, आदेशोपदेशे शिति इति कार्यं भवति. तर्हि इदानीम् एवमस्ति चेत् षिद्भिन्नः कश्चन प्रत्ययः अस्ति चेदेव एजन्तधातोः अत्वं भवति इति वयं वदामः चेत् तत्र कः दोषः इति चेत् सुयोगः ग्लै इति धातोः तत्र यदा प्रत्ययस्य विधानं भवति तदानीमेव आकारादेशः भवति इति वयं वदामः चेत् परन्तु तत्र क प्रत्ययः अकारान्तधातुः अस्ति चेत् एव भवति. क प्रत्ययः अकारान्तधातुः अस्ति चेदेव भवति, परन्तु इदानीं क प्रत्ययः अस्ति चेत् एव धातोः आकारः भवति आदेशोपदेशे शिति इति तत्र अन्योन्य आश्रयः अस्ति. क प्रत्ययः यदि तत्र पर्युदासः इति वयं वदामः चेत् प्रत्ययः आवश्यकः, षिद्भिन्नः प्रत्ययः आवश्यकः, तदानीं ग्लै धातोः ग्लै इति एजन्तधातोः अत्वं भवति. परन्तु क प्रत्ययः कदा भवति? आकारान्तधातुः अस्ति चेदेव भवति, परन्तु इदानीम् आकारान्तधातुः एव नास्ति. क प्रत्ययः भवति चेदेव धातोः आकारत्वं भवति. अतः अन्योन्य आश्रयः, एकः अन्यम् आश्रित्य अस्ति, अन्यः अन्यत् आश्रित्य अस्ति, अतः अत्र दोषः अस्ति. अतः एतादृशसन्दर्भेषु आदेशोपदेशशिति इत्यस्य कार्यं न भवति. यत्र इष्यते तत्र कार्यम् इष्यते, तत्र शुग्लः इति किमपि रूपम् अस्ति, तादृशरूपं प्राप्तुं प्रसज्यप्रतिषेधः अस्ति चेद् एव कार्यं भवति इति तत्र भगिनी उक्तवती, भगिन्याः सारांशः. इदानीं शुभदा भगिनी वदतु, तत्र पर्युदासः इत्यस्य प्रसज्यप्रतिषेधः इत्यत्र दोषः कुत्र? काशिकायां तु एतत् सर्वं दत्तमस्ति, प्रसज्यप्रतिषेधः कथं शुग्लः सुम्लः इति. परन्तु मम तु आतश्चोपसर्गे अपि च आतो युच् अन्योन्याश्रयः इत्यस्य अभ्यासः अधुना तु नास्ति भगिनी, क्षम्यताम्. परन्तु अतः अहं सम्यक् रीत्या न अवगतवती. परन्तु मम यः प्रतिपादनम् अस्ति प्रसज्यः किं कथं न भवेत्, एतत्तु बहु दोषपूर्णः भवितुम् अर्हति. परन्तु अहं वदामि, प्रसज्यः भवति, प्रसज्यः इत्यस्य अर्थः क्रियायाः निषेधः इति भवति इति मया अवगमनम्. अशिति नाम तत्र प्रत्ययः एव न भवेत्, षित् इति न, परन्तु कोऽपि प्रत्ययः, षित् प्रत्ययः न भवेत् एव, न केवलं षित् प्रत्ययः, अशित् प्रत्ययः, परन्तु कोऽपि प्रत्ययः न भवेत् इति तस्य अर्थः न, इति अर्थः नास्ति, प्रसज्यप्रतिषेधः इति नास्ति, कोऽपि प्रत्ययः एव नास्ति इति नास्ति. प्रत्ययः भवितुमपि अर्हति, नापि भवितुम् अर्हति, परन्तु षित् प्रत्ययः न स्यात्, षित् प्रत्ययः न स्यात् एव, न स्यात् एव. षित् प्रत्ययः अस्ति चेत् न भवति, अन्यत्र सर्वत्र भवितुम् अर्हति. प्रत्ययः अस्ति चेदपि भवति, नास्ति चेदपि भवति. अस्तु, परन्तु प्राधान्यं कुत्र इति चेत् षित् प्रत्ययः न स्यात्. अश्वः न आनेतव्यः इति वयं वदामः चेत् डोण्ट् ब्रिङ्ग् अ हार्स्, तर्हि तत्र केन् ऐ ब्रिङ्ग् एन् एलिफेण्ट्? या श्योर् यु केन् ब्रिङ्ग् एन् एलिफेण्ट्. केन् ऐ ब्रिङ्ग् सम्थिङ्ग् एल्स्? यु केन् ब्रिङ्ग्. इस् देर् अ रिक्वैर्मेण्ट् दट् यु हेव् टु ब्रिङ्ग्? नो. यदि इच्छति चेत् आनयतु, नो चेत् न. परन्तु अश्वं न आनेतव्यम्, अश्वः न आनेतव्यः. खलु आम् तदेव प्रसजे प्रतिषेधः तर्हि अनश्वः इत्यया सह मम अहं तुलना कृतवती अशीति इत्यस्य अनश्वः इत्यस्मिन् अनश्वः आनय इत्यस्मिन् अश्वः इत्यस्य प्रतिषेधः अस्ति अश्वः मा आनयतु परन्तु कोऽपि अन्यः प्राणी अस्ति चेत् आनय इति तस्य अर्थः तद्भिन्न तत्सदृश अश्वः मा परन्तु किमपि अन्यः कोऽपि अन्यः प्राणिः इति तस्य अनश्वः इत्यस्य अर्थः तदेव अर्थः अहम् अत्रापि तत् पर्युदासस्य अर्थः खलु हा पर्युदासस्य अर्थः अतः अहं चिन्तितवती तत् पर्युदासः भवेत् इति परन्तु अश्वः न आनेतव्यः इति अर्थः यद्यपि तत्र अर्थतः भवति परन्तु तत्र प्राधान्यं नास्ति वाक्यतः वयं न वदामः अश्वः न आनेतव्यः परन्तु तद्भिन्नः आनेतव्यः इति न वदामः तत्र आनेतव्यः एव कः आनेतव्यः अश्वभिन्नः आनेतव्यः इति एव अर्थः अश्वभिन्नः आनेतव्यः इति एव अर्थः तर्हि अश्वः न आनेतव्यः इति सर्वं न वदामः यतोहि तत्र अस्माकं प्राधान्यं नास्ति अस्माकं तात्पर्यं तत्र नास्ति अस्माकं तात्पर्यं कुत्र इति चेत् अश्वभिन्नः आनेतव्यः ब्रिङ्ग् सम्थिङ्ग् अदर् देन् अ हार्स् इत्यत्र प्राधान्यं तत्र एव अन्तर्भूतम् अस्ति अश्वः न आनेतव्यः इति अन्तर्भूतम् अस्ति परन्तु वयं वाक्यतः न वदामः यदि वाक्यतं वदामः चेत् तत्र निषेधः इत्युक्ते उत्तरपदस्य निषेधः तु अन्तर्निहितम् अस्ति तत्र अश्वः न आने अश्वः न आनेतव्यः इति वयं न वदामः अश्वः न आनेतव्यः इति वयं वदामः चेत् तत्तु प्रसजप्रतिषेधः भवति सत्यम् अतः तत्र तथा न वदामः कथं वदामः इति चेत् अश्वभिन्नः आनेतव्यः इति तावदेव वदामः एकमेव वाक्यम् अश्वभिन्नः आनेतव्यः परिदासः अस्ति चेत् वाक्यद्वयमस्ति वाक्यद्वयमस्ति वाक्यद्वयं किम् इति चेत् किम् आब्राह्मणम् आनय न अब्राह्मणम् आनय न एकक्षणं तत् तथा मास्तु अस्माकम् उदाहरणमस्ति अश्वः किमर्थम् आब्राह्मणम् इति आनयति अत्र अश्वः तर्हि इदानीं तत्र प्रसज्यप्रतिषेधः अस्ति चेत् तत्र वाक्यद्वयं भवति तत्र वाक्यद्वयं किम् इति चेत् अश्वः न आनेतव्यः द्वितीयं वाक्यमस्ति यत्किमपि आनेतुं शक्नुमः नापि आनेतुं शक्नुमः अस्तु इति वाक्यद्वयं परिदासे तु एकमेव वाक्यम् अश्वभिन्नः आनेतव्यः आनेतव्यः इति पासिटिव् अस्ति आनेतव्यः प्रसज्यप्रतिषेधः अस्ति चेत् अश्वः न आनेतव्यः इति एकं वाक्यं द्वितीयं वाक्यं यत्किमपि आनयितुमपि शक्नुमः नापि आनयितुं शक्नुमः क्षम्यतां भगिनि परे किमपि नास्ति चेदपि तत् प्रसज्यप्रतिषेधः इति एव स्वीकर्तव्यः प्रत्ययः परः नास्ति चेदपि भवति प्रत्ययः परः अस्ति चेदपि भवति परन्तु षित् प्रत्ययः परः न भवेत् षित् प्रत्ययः परः अस्ति चेत् न भवति अन्यत्र यत्र कुत्रापि भवति इदानीं भगिनि सुयोग ग्लै ततः परं किमपि नास्ति खलु शित् प्रत्ययः अपि नास्ति खलु सुग्लः इति रूपसिद्ध्यर्थं केवलं कप्रत्ययः तदपि आदेशे न एकक्षणं न सुग्लै इत्यत्र प्रत्ययः नास्ति तथापि तत्र आदेशोपदेशे शिति इति सूत्रे पर्युदासः इति स्वीक्रियते चेत् तत्र ग्ला इति आदेशः न भवति आकारादेशः न भवति पर्युदासः इति अर्थं स्वीकुर्मः चेत् आदेशोपदेशे शिति इति सूत्रे इदानीम् अशिति इत्यत्र पर्युदासः इति अर्थः इति वयं स्वीकुर्मः चेत् तदानीं ग्लै इत्यस्य आत्वं न भवति एव यतोहि प्रत्ययः अपेक्षितः प्रत्ययः अपेक्षितः अशित् प्रत्ययः अपेक्षितः परन्तु अत्र प्रत्ययः न भवति यतोहि कप्रत्ययः यावत्पर्यन्तम् आकारान्तं नास्ति तावत्पर्यन्तं कप्रत्ययः एव न भवति अतः तत्र एग् एण्ड् किं चिकन् एण्ड् एग् सिचुवेशन् अधुना अवगतम् अस्तु परन्तु अतः तत्र पर्युदासः न स्वीकर्तुं शक्नुमः पर्युदासं तत्र प्रसज्यप्रतिषेधः एव भवेत् यतोहि प्रत्ययः न अपेक्षितः प्रत्ययः नास्ति चेदपि भवति सुयोगः ग्लै इत्यत्र प्रत्ययः नास्ति तदापि आकारान्तं भवति सुयोगः ग्ला इति भवति इदानीं कप्रत्ययः भवति, यतोहि आकारान्तधातुः अस्ति इति कृत्वा कप्रत्ययः भवति, अतः सुग्लः इति किमपि रूपं भवति तत्र. परिदासः इति वयं वदामः चेत् तदानीं किं भवति चेत् सुयोगः ग्लै इत्यत्र आत्वं न भवति यावत्पर्यन्तं षिद्भिन्नः प्रत्ययः नास्ति. परन्तु षिद्भिन्नः प्रत्ययस्य विधानमेव न भवति, यतोहि आकारान्तधातुः नास्ति तत्र. कप्रत्ययः आकारान्तधातुः अस्ति चेदेव भवति, परन्तु तत्र आकारान्तधातुः नास्ति. आकारान्तत्वं कदा भवति? यदा तत्र षिद्भिन्नः प्रत्ययः अस्ति, अतः चिकन् एण्ड् एग् सिचुवेशन् अस्ति तत्र. इति कृत्वा तत्र एतादृशस्थलेषु दोषः भवति. आगच्छति आकारान्तधातुः अस्ति चेत् आकारान्तधातुः अस्ति चेदेव कप्रत्ययः आयाति. आकारान्तत्वं कदा जायते? यदा पर्युदासः इति वदामः चेत् प्रत्ययः अपेक्षितः, षिद्भिन्नः प्रत्ययः अपेक्षितः, परन्तु इदानीं प्रत्ययः एव नास्ति खलु. आकारान्तत्वम् अस्ति चेदेव प्रत्ययः आयाति, प्रत्ययः अस्ति चेदेव आकारान्तत्वम् आयाति खलु. ईच् आर् म्यूचुवलि डिपेण्डेण्ट्. अतः तत्र दोषः जायते इति एकम् उदाहरणम्. अन्यत् उदाहरणमपि अस्ति, केनापि दृष्टं वा यत् न दत्तं काशिकायां? यङ् लुगन्तधातोः कृते लुक् भवति. उत्तमं, तेन किम्? नो नो भगिनि, ऐ केनाट् से. कार्यम् इष्टं देन् प्रसज्य प्रतिषेधा एव भवति, भवितुम् अर्हति. पर्युदास इति न गृहीतव्यम्. सम्यक्, उत्तमम्. इत्युक्ते तत्र एतत्तु अन्यत्र कुत्रापि कुत्र दृष्टवती, यत् कुत्र कथं ज्ञातवती? अस्माकं करपत्रे एव 6A02 प्रातिपदिकम् इत्यस्य करपत्रस्य कृते दत्तम् अस्ति. अस्तु, तत्र यङ्लुगन्तप्रसङ्गे किं भवति इति चेत् इदानीं ग्लै इति धातुः अस्ति. ग्लै धातुतः यङ् इति प्रत्ययः विधीयते. धातोरे काचो हलादेः क्रियासमभिहारे यङ् इति यङ् प्रत्ययः विद्यते. तदनन्तरं तत्र यङ् प्रत्ययस्य विकल्पेन लुक् भवति, यङ्गोचि च इति सूत्रेण इति चिन्तयामि. तर्हि तत्र यङ् प्रत्ययस्य लुक् भवति, तर्हि इदानीं यङ् प्रत्ययः नास्ति एव. तर्हि इदानीं तत्र ग्लै धातोः अत्वं भवति वा न वा इति प्रश्नः. पर्युदासः इति स्वीक्रियते चेत् यङ् प्रत्ययः अस्ति चेत् एव अत्वं भवति ग्लै धातोः, यतोहि षिद्भिन्नः प्रत्ययः अस्ति चेत् आत्वं भवति पर्युदासे. परन्तु यङ् लुगन्तप्रसङ्गे तु यङ् प्रत्ययस्य लोपः जातः, अतः प्रत्ययः नास्ति इदानीम्. अतः कथं वा आत्वं प्राप्तुं शक्नुमः यङ् लुगन्तप्रसङ्गे इति चेत् प्रसज्यप्रतिषेधः अस्ति चेदेव आत्वं प्राप्तुं शक्नुमः. प्रत्ययः नास्ति चेदपि आत्वं भवति. अतः यङ् प्रत्ययस्य लुग् जातः चेदपि तत्र ग्लै इत्यस्य आत्वं भवति इति कृत्वा ग्ला इति भवति. तदनन्तरं द्वित्वं सर्वं कृत्वा जाग्ला इति किमपि भवति, जाग्लायते अथवा जाग्लायति किमपि तथा भवति. तत्र प्रत्ययलोपे इत्यस्य प्रसङ्गः नास्ति वा भगिनि? यङ् इत्यस्य प्रत्ययलोपे प्रत्ययलक्षणम् इति वयं कुर्मः चेत् तत्र एतत् कार्यं तु यद्यपि आदेशोपदेशे शिति इति कार्यम् अङ्गस्य इत्यस्य अधिकारी नास्ति, परन्तु प्रत्ययं निमित्तीकृत्य कार्यम् इति वयं वदामः चेत् तत्तु अङ्गकार्यमेव खलु. आम् सत्यम्, अङ्गकार्यमेव इति वदामः चेत् तदानीं यङ् प्रत्ययस्य लुक् जातः, अतः अङ्गकार्यं निषिद्धं तत्र. नलुमङ्गताङ्गस्य इत्यनेन अङ्गकार्यं निषिद्धं, यतोहि यद्यपि तत्र आदेश उपदेशे शिति इति अङ्गाधिकारे नास्ति, तथापि यदा वयं प्रसज्य पर्युदासः इति वयं वदामः तदानीं प्रत्ययं निमित्तीकृत्य एव कार्यं भवति. तत्र षिद्भिन्नप्रत्ययम् आश्रित्य कार्यम् इति वयं वदामः चेत् तत्तु अङ्गकार्यमेव, अङ्गे एव कार्यं जायमानमस्ति खलु. अतः तत्र नलुमताङ्गस्य इत्यनेन कार्यं निषिद्धम् इति कृत्वा अत्र कार्यमेव न भवति. प्रत्ययः प्रत्ययलोपे प्रत्ययलक्षणम् इति लक्षणं स्वीकृत्य वयं कार्यं कुर्मः इति चेत् अत्र अङ्गकार्यार्थं निषिद्धमस्ति. एतत् कार्यं तु अङ्गकार्यमस्ति इति कृत्वा, अङ्गे जायमानं कार्यम् इति कृत्वा नलुमताङ्गस्य इत्यनेन अङ्गकार्यं निषिद्धम्. अस्तु भगिनि, धन्यवादः. तर्हि आदेशोपदेशे शिति इति सूत्रे अशिति इत्यनेन प्रसज्य प्रतिषेधः एव स्वीकर्तव्यः न तु पर्युदासः इति. भगिनि यङ्लुकन्तप्रसङ्गे कस्य धातोः उदाहरणम् इदानीम् उक्तं भगिनि क्षम्यत ग्लै ग्लै इति धातोः एव उदाहरणं ग्लै ग्लै एव वा ग्लै ग्लै इत्यनेन यङ् ग्लै योगः यङ् इति भवति यङ् विधानं तदनं यङ् प्रत्ययस्य लुक् लुक् भवति अतः ग्लै इति एव तिष्ठति. तर्हि इदानीम् आदेशोपदेशे शिति इत्यत्र पर्युदासः इति वदामः चेत् प्रत्ययः अपेक्षितः षित् भिन्नः प्रत्ययः अपेक्षितः. इदानीं ग्लै इत्यस्य अनन्तरं प्रत्ययः एव नास्ति प्रत्ययस्य लुक् जातः. तर्हि इदानीं प्रत्ययः एव नास्ति चेत् ग्लै इत्यस्य अत्वमेव न भवति. पर्युदासः इति वदामः चेत् प्रत्ययः अपेक्षितः प्रत्ययः नास्ति अतः अत्वं न भवति अतः तत्र तु इष्टरूपमेव न प्राप्तुं शक्नुमः. अत्वम् अपेक्षितं तत्र परन्तु तत्र एकः प्रश्नः अस्ति खलु तत्तु उपदेशावस्थायां नास्ति न यदा यङ् प्रत्यये योजयामः उपदेशावस्थायां नास्ति यङ् प्रत्ययं योजयामः चेदपि उपदेशावस्थायामेव अस्ति ग्लै इति धातुः तु उपदेशावस्थायामेव अस्ति. यङ् प्रत्ययोजनानन्तरम् अपि ग्लै इति अन्तर्निहितः भागः उपदेशावस्थायामेव अस्ति. नो चेत् तत्र आदेश उपदेशिषिति इत्यस्य कार्यमेव न भवति खलु तत्र इष्टमस्ति. यदि तत्र प्रत्ययात् योजनम् एव अनैमित्तकार्यं भवति किल तत्र किञ्चित् क्लेशः अस्ति मम यत्र यदि प्रत्ययस्य योजनानन्तरं तत् उपदेशावस्थायां तु अपगतः किल तत्र तु न प्रत्ययः योजितः चेत् उपदेशावस्था अवगता इति नास्ति. अत्र इदानीं ग्लै इत्यत्र प्रत्ययः लुक् अभवत् खलु उपदेशावस्थायामपि धातुः ग्लै एव प्रत्ययस्य योजनानन्तरमपि रूपं ग्लै एव खलु तत्र प्रत्ययः एव नास्ति इदानीम्. अतः पूर्वं यद् ग्लय आसीत् इदानीं यद् ग्लय आसीत् द्वयमपि भिन्नम् इति वक्तुं शक्नुमः वा न. पूर्वं ग्लै इति उपदेशावस्थायां धातुः ग्लैयोगः यङ् ग्लैयोगः यङ् यङ् इत्यस्य लुक् जातं तर्हि इदानीमपि ग्लै इत्येव रूपमस्ति. पूर्वं यद् ग्लय आसीत् इदानीं यद् ग्लय अस्ति द्वयोः भेदः अस्ति वा? भेदः तु नास्ति परन्तु उपदेशावस्थायां तु नास्ति तत् वक्तुं शक्यते किल. इत्युक्ते यदि भेदः नास्ति इति वक्तुम् इच्छामः चेत् तथापि वक्तुं शक्नुमः यतोहि प्रत्ययस्य योजनानन्तरम् इदानीं यङ् लुगन्तधातुः अस्ति न तु औपदेशिकधातुः इति अपि वक्तुं शक्नुमः. नो चेत् रूपे भेदः नास्ति पूर्वमपि ग्लये एव आसीत् इदानीमपि ग्लये एव आसीत् अतः औपदेशिकधातुः इति अपि वक्तुं शक्नुमः. नो चेत् अत्र आत्वमेव न भवति खलु आत्वमेव न भवति तदेव चिन्तयन्ति इत्युक्ते तत्र एका महिला अस्ति सा पत्नी अस्ति तस्य पतिः अस्ति सा पत्नी अस्ति सा कदाचित् माता भवति चेत् सा पत्नी नास्ति वा? अस्ति खलु पत्नी अपि अस्ति खलु मातापि अस्ति खलु एवमेव अत्रापि अत्र प्रत्ययस्य योजनानन्तरं यङ् लुगन्तधातुः इति अपि वक्तुं शक्नुमः. तदर्थं तत्र औपदेशिकधातुः इति नास्ति इति नास्ति तत्रापि तत्र अन्तर्निहितभागस्य औपदेशिकधातुत्वमपi अस्ति. तत्र कस्मिन् करपत्रे अस्ति भगिनि उषा भगिनि उक्तवती उषा भगिनी कृते 6A02 धन्यवादः. अत्र परिभाषा इति भागस्य कृते बोत् being discussed bagini very nicely artavat adatu apratyayah pratipatikam iti sutram api grihitam there astu tarhi danim avagatam va avagatam eva bhasate va kim asti kinchit chintanam karaniyam shabdasti paryudat tarhi prayash spashtata vadati उदात्त अतः अशित् विना अन्य विवक्षतः वस्तुतया प्रायः वदति पर्युदात्त शब्दधारेण अन्यप्रत्यय आनयतु अन्यप्रत्यय यदि अशित् अशित् स्वीकुर्मः प्रसज्य आधारेण, परन्तु प्रयुदात् अथवा अन्यप्रत्यय आनयतु, अवश्य आनयतु. अत्र तु पर्युदासः न स्वीक्रियते, प्रसज्यप्रतिषेधः एव स्वीक्रियते. आदेशोपदेशे शीति इत्यत्र प्रसज्यप्रतिषेधः एव स्वीक्रियते, यतोहि तत्र बहवः दोषाः भवन्ति. अतः इदानीम् अहं किं वदामि इति चेत्, पुनः गतवर्गस्य ध्वनिमुद्रणम् अस्मिन् वर्गस्य अस्य वर्गस्य ध्वनिमुद्रणमपि पुनः एकवारं शृण्वन्तु. तस्य चिन्तनं मननं सर्वम् आवश्यकं. तत्र सूत्रद्वयं त्रयं स्वीकृत्य कथं भवति अत्र, कथं भवति अत्र, कथं भवति अत्र इति द्विवारं त्रिवारं तस्य चिन्तनं मननं कुर्वन्ति चेत् तदानीम् अवगमनं भवति एव. परन्तु साधारणतया न अश्वः इति उदाहरणं सम्यक् अस्ति स्मरणार्थम्. धन्यवादः. मम मनसि तु अन्यत् उदाहरणमपि अस्ति, यत्तु अहं बालानां कृते वदामि. इत्युक्ते तत्र काचित् बालिका शालां गच्छति, सा प्रतिदिनं यदा गृहम् आगच्छति तदानीं माता वदति तत्र किमपि तत्र किम् अन्नं खादतु इति वदति. सा प्रतिदिनम् आगत्य अन्नं खादति. तदि तर्हि इदानीं एकस्मिन् दिने बालिका आगच्छति गृहं, तदानीं माता वदति किम् अन्नं किं तत्र अन्नम् इति चेत् तत्र नैत तत्पुरुषसमासस्य रूपं किं भवति, अनन्नम् इति वा? अनन्नं खादतु इति वदति. तदानीं तत्र कः किं भवति तत्र? तत्सर्वं मास्तु. अन्यम् अन्नं विना अन्यं खादतु सर्वं मास्तु. प्रसज्यप्रतिषेधः वा पर्युदासः वा वाक्यद्वयं वा एकं वाक्यं वा इति वक्तव्यम्. वाक्यं किं भवति? अन्नं न खादतु परन्तु अन्य फलमपि खादितुं शक्यम्. अन्यं खादतु न, एकमेव वाक्यं वा? फलं मा खादतु इति वाक्यं सम्यक् अस्ति, अन्नं मा खादतु इति वाक्यं सम्यक् अस्ति. अन्नं मा खादतु इति एकं वाक्यं. द्वितीयं वाक्यं किं? फलं खादतु इति. फलं खादतु इति तावदेव वा? किमपि अन्यत् खादतु, न खादति चेदपि चिन्ता समीचीनम् इति अस्ति खलु. तत्र अन्नं मा खादतु, अन्यत् खादति वा न वा इत्यत्र तात्पर्यं नास्ति. खादतु वा न खादतु तात्पर्यं नास्ति. फलं खादतु इति तात्पर्यं नास्ति इति एकं वाक्यं. प्रसज्यप्रतिषेधः पर्युदासः अस्ति चेत् किं भवति तत्र? अन्नं विना किमपि अन्यत् खादतु इति भवति. अन्नभिन्नं खादतु. अन्नभिन्नं खादतु. आम्, अन्नभिन्नं खादतु. इदानीम् अस्मिन् प्रसङ्गे किं स्वीकर्तव्यम्? अस्मिन् प्रसङ्गे पर्युदासः स्वीकर्तव्यं, यतोहि माता न इच्छति पृथि किमपि न खादतु इति. बहु उत्तमं, बहु उत्तमं. यतोहि प्रतिदिनं सा शालातः आगत्य किमपि खादति खलु, प्रतिदिनं खादति. अतः अस्मिन् दिने अपि सः खादेत्. तदर्थं तत्र किं वक्तव्यम् इति चेत्, अन्नं भिन्नं किमपि खादतु, अन्नम् अद्य अन्नं मा खादतु, अन्यत् किमपि खादतु इत्येव अर्थः. खादनीयं भवति, तत्र भावपदार्थः अपेक्षितः, खादनीयमेव. यदि प्रसज्यप्रतिषेधः इति वदति चेत् खादति वा न खादति वा, अन्नं मा खादतु, अन्यत् खादतु वा न खादतु इति तत्र तात्पर्यं नास्ति इति तथा नास्ति. यतोहि बालिका प्रतिदिनं गृहम् आगत्य खादति खलु. इदानीं तदेव न तत्र किञ्चित् हास्यकणिका, यदि स्टेप् माता अस्ति चेत् प्रसज्य परिषेदः अपि भवितुम् अर्हति. न तदेव तदेव वाक्यं तदेव प्रसङ्गः सः एव प्रसङ्गः. यदि तत्र बालिका शालातः प्रतिदिनं गृहम् आगच्छति परन्तु किमपि न खादति, कदाचित् तत्र माता एकस्मिन् दिने माता अपि तत्र बहिः कार्यालयं गच्छति, एकस्मिन् दिने सा गृहे एव विश्रान्तिं स्वीकृत्य गृहे एव अस्ति. तदानीं माता वदति अनन्नं खादतु इति वदति, तदानीं किं भवति? तत्र पुनः तदेव खलु अन्नं अन्नभिन्नं किमपि खादतु इति. न सा प्रतिदिनं किमपि न खादति. अस्तु अस्तु किमपि न खादति. अस्तु अन्नं इदानीम् अद्य अन्नं खादतु इति वदति, अनन्नं खादतु इति वदति. अस्तु तत् तर्हि तत्र अद्य किमपि खादतु इति प्रायशः भवति तत्र प्रतिदिनं. अद्य अन्नं मा खादतु, अन्नं मा खादतु, किन्तु अन्नं मा खादतु, अन्नभिन्नं किमपि खादतु. खादतु वा न खादतु तत्र तात्पर्यं नास्ति, पठनं करोतु इति भवेत्. पठनं करोतु, अनन्नं खादतु नाम पठनं करोतु, किमपि अन्या क्रिया भवेत् तत्र. न न अन्या क्रिया भवेत् इति नास्ति तत्र, अन्नं मा खादतु तत्रैव तात्पर्यं, डोण्ट् ईट् रैस् इत्यत्र तात्पर्यम्. अन्यत् किमपि करोति वा तत्र तत्र अस्माकम् अवगमनम् अथवा तत्र अवधारणं नास्ति. अस्माकम् अटेन्शन् कुत्र अस्ति चेत् डोण्ट् ईट् रैस् इत्यत्र एव. अन्यत् किमपि खादति वा न खादति वा इति तात्पर्यं नास्ति, यतोहि प्रतिदिनं सा किमपि न खादति खलु. शालातः आगत्य किमपि न खादति सा. अद्य माता अस्ति गृहे, सर्वदा माता गृहे न खादतु इति भवति मन्यते. अद्य अस्ति इति कृत्वा माता वदति अनन्नं खादतु इति वदति चेत् तत्र डोण्ट् ईट् रैस् इत्यत्र एव तात्पर्यम्, यतोहि माता गृहे अस्ति, सा अन्नम् अन्नस्य पचनं कृत्वा स्थापितवती, तत्र पक्वः पक्वम् अन्नं तत्र अस्ति, उत्पीठिकायां पक्वम् अन्नम् अस्ति. प्रायः माता चिन्तितवती तत्र रात्रिभोजनार्थम् अन्नं स्यात् इति किमपि चिन्तयति इति कृत्वा अनन्नं मा खादतु, यतोहि सायङ्काले बालिका गृहम् आगतवती, अनन्नं खादतु इति वदति चेत् तत्र किं भवति इति चेत् तत्र अन्नभिन्नं न अन्नभिन्नं खादतु इति नास्ति, अन्नं मा खादतु, अन्नं भिन्नं खादति वा न वा इत्यत्र तात्पर्यं नास्ति. सुमाता नास्ति, कुमाता एव सा तु. किमर्थं कुमाता? बालिका शालायां शालायामेव किमपि खादयित्वा आगच्छति. सा पेकिङ्ग् कृत्वा दत्तवती, अतः पुत्री शालायामेव खादितवती. तादृशं किमपि स्यात् तत्र, अस्माकं तात्पर्यं नास्ति कुमाता वा तत्र तात्पर्यं नास्ति. अस्माकम् अवगमनं कुत्र स्यात्? प्रसज्यप्रतिषेधः वा पर्युदातः वा इत्यत्रैव अस्माकं तात्पर्यं. भवती किमर्थं तत्र मातुः चरित्रस्य चिन्तनं करोति? तत्र क्रियायाः एव निषेधः, तर्हि किमर्थं तत्र माता इच्छति अन्नस्य आवश्यकता अस्ति तर्हि तत्र अम्मा खादतु. सत्यं, निषेधः इति अत्र तात्पर्यम्. अतः सन्दर्भानुगुणं प्रसज्यः वा परिदासः वा इति तत्र निर्णेतुं शक्यते. इति तादृश उदाहरणं मनसि अस्ति चेत् सर्वत्र वयम् अन्वयं कर्तुं शक्नुमः. एका त्रयोदशीया बालिका अस्ति, सा व्याकरणं पठति, तस्याः कृते तत्र पर्युदासः प्रसज्यप्रतिषेधः इत्यस्य अवबोधनार्थं बहु क्लेशः अस्ति. यतोहि तत्र एतादृशं तत्र कुक्की किमपि आनयित्वा तत्र वर्णनीयं भवति, नो चेत् अवगमनं न भवति. अस्तु, किम् अस्ति विजया भगिनी? अनुगुणमिति अव्ययं खलु महोदय, अत्र अनुगुणं अत्र अनुगुणम् इति अनुसृत्य किमपि उक्तवती किल अनुगुणम् इति तदनुगुणम् इति उक्तवती अनुगुणम् इति तत्र अनुगुणम् अनु इति उपसर्गः अस्ति आम् अव्ययभावसमासः भवितुमर्हति अस्तु वा गुणमनुसृत्य इत्यर्थः अस्तु तर्हि तत्र चर्चा बहु किमपि जाता तर्हि वयम् अग्रे गच्छामः वा कोऽपि प्रश्नः अस्ति वा अस्तु एषः विषयः यावत् सरलं दृश्यते परन्तु सरलं नास्ति किञ्चित् चिन्तनीयं चिन्तनीयः विषयः अस्ति परन्तु तादृशमहान् विषयः इत्यपि नास्ति इतोपि उदाहरणरूपेण किञ्चित् कर्तुं शक्यते महोदय अत्र इदानीं त्रीणि उदाहरणानि मया दत्तानि एकं तु आदेश उपदेश इति अश्वः इति एकम् उदाहरणम् अनन्तरं तत्र खादनस्य अन्नम् इत्यस्य तृतीयम् उदाहरणं त्रीणि उदाहरणानि दत्तानि त्रीणि उदाहरणानि स्वीकृत्य किञ्चित् चिन्तनं कुर्वन्तु खलु इतोपि उदाहरणानि आवश्यकानि चेत् तत्र इतोपि एतत् श्रोतव्यमेव अस्तु महोदय भगिनी यङ्ग् लुकन्द प्रसङ्गः 6A02 इति उक्तवती वा न यङ्ग् लुकन्तप्रसङ्गः इति नास्ति प्रतिषेधः पर्युदासः इत्यस्य विवरणं न उदाहरणं यङ्ग् लुकन्तविषये न भवति इति तत्तु प्रासङ्गिकमस्ति मुख्यविषयः तस्मिन् करपत्रे प्रातिपदिकत्वम् इत्यत्र मुख्यविषयः शतरन्तविषयः अस्ति परन्तु तत्र एव अन्तर्निहितः भागः अस्ति प्रसज्यप्रतिषेधः पर्युदासः इत्यस्य विषये चर्चा अस्ति परिशिष्टम् इति उक्त्वा तत्र सर्वं समीचीनतया प्रतिपादितमस्ति अतः द्रष्टुं शक्नुवन्ति अत्र दत्तं भगिनी यङ्ग्लुकी अपि यङ् लुकि घै धातुतः यङ्गः लुक् भवति अस्यां दशायाम् अशित् प्रत्ययः परः नास्ति अतः आत्वं न भविष्यति तत्तु अस्ति उदाहरणरूपेण दत्तमस्ति मुख्यविषयः आं भगिनि एव उक्तवती धन्यवादः भगिनि अस्तु तर्हि इदानीम् अस्माकं पाठं प्रति गच्छामः आकारान्त धातूनां विषये अस्माभिः चर्चितम् अर्तिह्रि व्लीरि क्नुयि श्मायातं पुङ्णौ इति विषये चर्चितम् अनन्तरम् आदेशोपदेशिति इत्यपि सूत्रम् अस्माभिः चर्चितमेव अनन्तरं तत्र शा च साह्वा व्यावेपां युक् इत्यनेन युगागमः भवति पुगागमं वादयित्वा अनेन सूत्रेण युकागमः भवति एतेषां परिगणितानां धातूनां तदपि अस्माभिः पठितमासीत् इदानीम् ईकारान्तदातवः ईकारान्तदातवः च इति अस्ति ततः आरभ्य पठामः अरविन्द महोदय पठति वा ईकारान्तदातवः ईकारान्तदातवः च अजौनिति इत्यनेन येषां धातूनां अन्त्यस्य इकारस्य ईकारस्य च वृद्धिः तदा यचोयवायवः इत्यनेन अय आय च आदेशः यदा नि योगः णिच् नञ् योगः इ नाय् नाय् योगः इ नायि सन्नन्दधातवः इत्येतत् नूतनधातु संज्ञाप्रकृते नायी योगः शप् योगः ति नाययति धातुपाठे यावन्तः इकारान्तः ईकारान्तः च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमो भवति अत्र आकारान्तदातानन्तरम् अत्र ईकारान्तदातव अचोनीति इति सूत्रेण वृद्धिः भवति तदनन्तरम् ईकारस्य प्रभावेन एचोयवायव सूत्रं कार्यं करोति इति कृत्वा यद् नि उदाहरणम् अस्ति चेत् नि योगः निच् निच् निच् अचो नीतिसूत्रं कारणेन नि नै भवति निच् अनुबन्धलोपान्तरम् इ अवशिष्यते नै योगः इ तत्र तु एचोयवायव सूत्रं कार्यं करोति नाय योगः इ नायि इति सनन्त सनाद्यन्तदातवः इति धातुसंज्ञा प्राप्यते तदनन्तरं नायि योगः शप् योगः तिप् तत्र नायि योगः शप् तत्र नाय नायि योगः आ तत्रापि नाय नायया योगः तिप् तत्र प्रकारलोपानन्तरं नाययति इति अन्तिमरूपं प्राप्यते एतावत् धातुपाठे यावन्तः इकारान्त अथवा दीर्घ इकारान् दातवः सन्ति चेत् प्रक्रिया समानमेव सम्यक् महोदय अत्र नानि इति अस्ति पुनरपि अत्र सार्वधातुक आर्धधातुकयोः इति इत्यनेन नाये भवति एकारस्य स्थाने अयादेशः भूत्वा नाय इति भवति नाय यति इति अन्तिमरूपं खलु महोदय सत्यं तत्र हा इति अस्ति तत्र नियोगः णिच् इत्यत्र सारधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति परन्तु तत्प्रबाद्य अचोयनिति इत्यनेन वृत्तिः भवति यदा नायि इति धातुः सिद्धः तदानीं तत्र शप्रत्ययं निमित्तीकृत्य गुणकार्यं सर्वं भवति एव एवमेव सर्वेषु ईकारान्तेषु इकारान्तेषु ईकारान्तेषु एवमेव प्रक्रिया भवति न कोऽपि भेदः इदानीम् ऊकारान्तदातवः उमा भगिनी पठतु उकारान्तदातवः ऊकारान्तदातवः च श्रूयते वा हा श्रूयते भगिनि ओके अचो निति इत्यनेन येषां येषां धातूनाम् अन्त्यस्य उकारस्य ऊकारस्य च वृद्धिः तदा एचो ययावायवः इत्यनेन औ औ च आदेशः यथा भू योगः निच् तत्र वृद्धिरूपेण भौ इति भवति भौ प्लस् इ औ प्लस् इ भाव् इति प्लस् इ भावि सनाद्यन्तदातवः भावि योगः शप् योगः इति भावयति इति आगच्छति ओके अत्र इकारान्त इकारान्त इव एव उकारान्त उकारान्त धातौ अपि अचोणिति सूत्रेण वृद्धिः भवति अचोयवायव सूत्र सूत्रेण आव् आव् आदेशः भवति सो उदाहरणं दत्तं भू योगः निच् बौ प्लस् इ भाव् इ भावि सनाद्यन्ततः सम्भवति भावियोगः शप् योगः इति भावयति इति रूपं निष्पन्नं सम्यक् सम्यक् धन्यवादः मीना भगिनी अग्रे लू योगः निच् इति अस्ति तत्र लू इति अजन्तमस्ति तत्र दीर्घ ऊकारान्तं तत्र निच् प्रत्या तद् अचोन्यति इति सूत्रेण लू लौ भवति वृद्धि भवति तद् लौ योगः इ तदनन्तरम् एचोयावः इति सूत्रेण लाव् भवति लाव् योगः इ लावि इति सनाद्यन्तदातवः इति सूत्रेण धातुसंज्ञा भवति लावि इति धातु औपदेशिक आतिदेशिकधातु भवति तदनन्तरं शप् भवति लावे योगः लावे लावयति लावे योगः तदनन्तरं एचोयवः भवति लावयति लावय योगः इति लावयति सम्यक् पू इदानीं तर्हि अग्रे अरुणा भगिनी आ ऋकारान्तदातवः ऋकारान्तदातवः अचो इति धातुः ओके क्षम्यता उकारान्त ओकारान्त अचोनिङिति इत्यनेन येषां धातूनाम् अन्तस्य उदाहरणस्य उदाहरणे पू इति धातुः पूयोगः णिच् ओके पूयोगः णिच् अचोनिङिति सूत्रेण वृद्धि भवति सार्वधातुकाधारपद कार्यं कर्तुम् आगत्य परन्तु अचोनिङिति सूत्रेण वृद्धिः भवति योगः निच् पौ योगः इ पौ एव ये पाव् भवति अचोयावसूत्र पाव् भवति पावि इति धातुः सनन्दधातवः इति सूत्रेण धातुसंज्ञातवः सनाद्यन्तधातवः सूत्रेण धातुसंज्ञा भूत्वा पावियोगशाप्यमिति पावयति इति रूपं निष्पन्नं भवति सम्यक् विजयभगिनी अग्रे आं महोदय अत्र द्रु इति अस्ति योगः निच् अत्र गुणकार्यं भूत्वा द्रु न अचोनिति इत्यनेन अवादेश औ भवति द्रौ इति भवति द्रौ योगः हि द्राव् इति भवति अत्र एचो यवा यावः इत्यनेन द्राव् योगः हि द्रावि इति भवति एतत्तु सनाद्यन्तदातवः द्रावि इति भवति अत्र ह्रस्व इकारस्य स्थाने गुणः भूत्वा द्रावे इति भवति अनन्तरम् एकारस्य स्थाने अयादेशः भूत्वा द्रावै इति भवति ति योजनेन द्रावयति इति अन्तिमरूपं निष्पन्नम् अग्रिमवाक्यम् धातुपाठे यावन्तः उकारान्ताः ऊकारान्ताः च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति इति तत्र दत्तम् समीचीनम् अत्र क्लेशः नास्ति इति चिन्तयामि अग्रे सूर्यकुमारी भगिनी भगिनि ऋकारान्तदातवः ऋकारान्तदातवः च अचोनिति इत्यनेन येषां धातूनाम् अन्तस्य ऋकारस्य ऋकारस्य वा वृद्धिः भवति यथा क्रु उदाहरणमस्ति ह्रस्वऋकारस्य कृपे क्रुयोगः णिच् तत्र णिच् प्रत्यय अर्धधातुक अस्ति चेत् प्रथमं खर् भवति तदनन्तरं सूत्रेण भवति अर्धधातुक सर्वधातुक अर्धधातुकयोः इति अत्र कार्यं भवति वा प्राप्तिः अस्ति वा क्षम्यताम् अचोनिति इत्यनेन वृद्धिः भवति खार् भवति खार् योगः इ निच् प्रत्ययस्य निरनुबन्धरूपं कारी भवति कारी रूपं कारी नूतन आतिदेशकधातुः अस्ति धातुसंज्ञा भवति सनाद्यन्तदातवः इत्यनेन कारी तदनन्तरं कर्तरी सेप् इत्यनेन सेप् आयाति इकार इगन्तधातुः अस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति कारे भवति कारे योगः सेप् निरुबन्धरूपम् अवशिष्यते कारे योगः अ यचो यवायावः इत्यनेन ऐ भवति ऐ योगः अय भवति वर्णमेलनेन कारयति भवति समीचीनं तर्हि इदानीं हृ इति धातुः तत्र विनय महोदय भगिनि अहं केवलं करपत्रे जागृधातु पश्यामि ऋकारान्तदातवः कृ हृ हृ इति अस्ति खलु चतुर्थः चतुर्थबिन्दु न पश्यति वा? न पश्यामि, परन्तु उकारान्तधातव अहं पश्यामि. अनन्तरं ऋकारान्तधातुः उकारान्तस्य अनन्तरं तद् अहं पश्यामि. ऋकारान्तधातव अपि च दीर्घऋकारान्तधातव च तदनन्तरं इति उदाहरणं कृ इति उदाहरणं क्रीधातु उदाहरणम् अस्ति. क्रीधातु स्मरामि, क्रीधातु आधारेण धातुः इति विषयः उक्तः अग्रिमं कृ एकक्षणं कृ अहं पश्यामि द्रि नृ जृ इत्यादि, परन्तु कृ त्रि कुत्र अस्ति अहं न जानामि. स्वरी अस्ति हृ तत्र तदेव तत्र ह्रि इति यद्वदति तदेव ह्रि इति वदति खलु तत् यदि अहं केवलं स्मरामि क्रीधन्ति. यदि क्रीधातु अस्ति क्रीधातुः आधारेण क्री क हलन्तु योग ह्री ह्री नास्ति ह्री ह्री हृ इति धातुः हृ हकारः ऋकारः अकारः ऋकारः अस्तु अस्तु नास्ति चिन्ता. तद् तर्हि इदानीं लक्ष्मीभगिनी वदतु कोऽपि चिन्ता. आं भगिनि, हृ योग णिच् इत्यत्र ऋकारस्य अचोञ्निति इत्यनेन वृद्धिः भवति. हार् इति रूपम् आकारः भवति, ततः परम् उरण्ड्रपरः इत्यनेन रेपः अपि मिलित्वा हार् इति अस्ति. हार् योग णिच् हार् योग इ इति भवति. हारी इति नूतनधातुः निष्पद्यते, तत्र सनाद्यन्ताः धातवः इत्यनेन धातुसंज्ञा प्राप्यते. ततः परं तिप्रत्ययः योजयति, शप्रत्ययः अपि विकर्णप्रत्ययः विधानं भवति. कर्तरि शप् इत्यनेन हारी योग शप् योग ति इति अवस्थाय इकार अकारयोः मेलनेन सन्धिकार्यं जायते. तत्र इचोयवायावः नास्ति, गुणसन्धिः गुणकार्यं भवति सार्वधातुकार्थधातुकयोः इत्यनेन हारे योग अ इति भवति. ततः परम् इचोयवायावः इत्यनेन हारै इति भवति, एकारस्य स्थाने ऐ इति आदेशः. हारयोग इति हारयति इति अन्तिमरूपं प्राप्यते. सम्यक्, अग्रिमम् अग्रिमं तत्र वंसी भगिनी. तृ योगः निच् तत्रापि तत्र तृ इत्यस्मिन् तत्र अचो इति अचोणिति इत्यनेन तार् इति भवति. उदन्द्रपरः इत्यनेन तत्र आकारस्य अनन्तरं रेपः भवति, तार् इति भवति. निच् प्रत्यये तु विकारः अवशिष्यते. तार् योगः हि तारि इति अनुगुणादिदेशिकधातु भवतु. सनाद्यन्ता धातव इत्यनेन तारियोगः शप् योगः तु तत्र तारि इति तारे भवति. तारे योगः आयोगः तु यशोयवायवः इत्यनेन तारयति इति अन्तिमरूपम्. अग्रिमवाक्यम् अस्तु, धातुपाठे यावन्तः ऋकारान्ताः ऋकारान्ताः च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः क्रमो भवति. समानरीत्या एव ऋकारान्ताः अपि च ऋकारान्ताः धातवः एतादृशं कार्यमेव भवति इति यत्र निच् प्रत्ययः परे भवति चेत् ईकारान्तः भवतु ईकारान्तः भवतु उकारान्तः उकारान्तः ऋकारान्तः ऋकारान्तः सर्वत्र प्रक्रिया समाना. अस्तु, तर्हि इदानीम् अग्रे शुभदा भगिनि. अस्तु, शोभा भगिनि. आं भगिनि, पठामि वा? हा पठतु पठतु शुभदा भगिनि. हा, हलन्तधातवः अदुपधधातवः अदुपधधातवः अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः. अत्र उपधायां यदा ह्रस्व अकारः अस्ति परे णिच् प्रत्ययः अस्ति चेत् उपधायाम् अतः वृद्धिः भवति इति सूत्रं वदति. तत्र प्रथमम् उदाहरणमस्ति पठ् योगः णिच्. अत्र सूत्रे धातु धातोः उपधायाम् अकारः ह्रस्व अकारः अस्ति, पकारोत्तरवर्ती अकारः, योगः णिच्. अतः अत उपधायाः इत्यनेन वृद्धिः भवति, उपधायां वृद्धिः भवति. पाठयोगः इ णिच् इत्यस्मात् इ इति अवशिष्यते. पाठयोगः इ पाठि इति भवति. तदनन्तरं पाठीयोगः पाठि इति सनाद्यन्ता धातवः इत्यनेन तस्य धातुसंज्ञा भवति. तत् योगः शप् शप् इत्यस्मात् अ इति अवशिष्यते. पाठे इति भवति सार्वधातुकार्धधातुकयोः इत्यनेन. तदनन्तरम् एचो यवायावः इत्यनेन पाठय इति भवति, पाठय पाठयति इति अन्तिमं रूपम्. एवमेव अग्रिममपि उदाहरणत्रीणि वद वद णिच् इति अस्ति. तत्रापि उपधायां ह्रस्व अ इति अस्ति. अत उपधायाः इत्यनेन वाद् इति भवति, वादी इति भवति. सनादि धातुः भवति. वादी योगः शप् वादे इति सार्वधातुकार्धधातुकयोः इत्यनेन. एचो यवायावः इत्यनेन वादय वादयति इति भवति. पत् इति अपि अदुपधधातुः णिच् इत्यस्य योजनेन अत उपधायाः इति सूत्रेण पाति इति भवति. शप् इत्यस्य योजनेन पाते. इचो यवायावः पातय पातयति. नट् इति अपि तादृशमेव. नट् नाट् इति भवति. नाटि इति सनादिधातुः. नाटे इति तस्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणः. नाटय इति एचो यवायावः नाटयति इति अन्तिमं रूपं. धातुपाठे यावन्तः अदुपधधातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति इति. सम्यक्. तर्हि तत्र हलन्तधातुः अस्ति चेत् उपधायां ह्रस्वकारः अस्ति चेत् अत उपधायाः इति सूत्रेण वृद्धिः भवति इति जानीमः. इदुपदधातुः अस्ति चेदपि एवमेव भवति. इदुपदधातुः अस्ति चेत् तत्र भेदः कः इति चेत् अत्र तु उगन्तलघुपदस्य च इत्यस्य कार्यं भवति, न तु अतोपदायाः इत्यनेन वृद्धिः इति विषयः अस्ति. तर्हि इदुपद उदुपदधातुः इति विषयः. अनन्तरं मृदुपदधातुः सर्वत्र वयं पश्यामः चेत् उगन्तलघुपदस्य च इत्यस्य एव कार्यं. तर्हि तत्र तत्र अन्यत् किमपि नास्ति अस्मिन् करपत्रे. तर्हि अग्रे तत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामिति सूत्रस्य विषये अग्रिमसप्ताहे चर्चा भवति. तत्पश्चात् अजन्तधातूनां हलन्तधातूनां विषये प्रेरणार्थनिचि इत्यत्र विशिष्टसूत्राणि सन्ति, तेषाम् अध्ययनं भवति. भगिनी क्षम्यताम्, अहं पूर्व प्रकरणं न नास्ति चिन्ता. अहं द्वितीयप्रकरणम् अपि पश्यामि अपश्यन्, परन्तु प्रथमम् अहं जानामि पुगन्त लघुपदस्य लेख इत्यादि कोऽपि चिन्ता नास्ति. नास्ति नास्ति चिन्ता नास्ति चिन्ता. अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति वा? धन्यवादः महोदय. नमस्कारः. धन्यवादः. नमस्कारः.